नमस्सर्वेभ्यः. अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. प्रवर्तमानविषयः अस्ति इड्व्यवस्था इति. गतसप्ताहे वयं तस्य इड्व्यवस्था इति विषयस्य परिचयं प्राप्तवन्तः. इट् इत्युक्ते कश्चन आगमः अस्ति. इडागमः कुत्र संयुज्यते कुत्र न इति विज्ञानस्य नाम एव इड्व्यवस्था इति. इडागमः योजनार्थं धातुः सेट् भवेत्. सेट् इत्युक्ते इटासः इति वयं दृष्टवन्तः. अपि तु धातुतः विहितः प्रत्ययः अपि इडानुकूलः स्यात्. इत्युक्ते पुनः वदामि, धातुः अपि सेट् भवेत्, प्रत्ययः अपि इडानुकूलः भवेत् चेत् एव इडागमः भवति. धातुप्रत्ययोः कश्चन इडानुकूल नास्ति चेत् सामान्यतया तत्र इडानुकूलता नास्ति. सर्वत्र अपवादाः अपि सन्ति, तदपि मनसि भवेत्. यद् आगमः इत्युक्ते इट् आगमः इति वदामः किल, तत्र आगमः तु टित् अस्ति, टकारस्य इत्संज्ञा इति कारणात् आद्यन्तौ टकितौ इति सूत्रेण आदौ आगच्छति. आदौ इत्युक्ते प्रत्ययस्य आदौ आगच्छति इति वयं तदपि वयं दृष्टवन्तः. वयं इड्व्यवस्था, तस्मात् पूर्वं पदव्यवस्था इति परिशीलनं कृतवन्तः. तत्र वयं दृष्टवन्तः अनुदात्तेत्, यदा स्वरः अनुदात्तः इत्संज्ञा भवति चेत् तत्र आत्मनेपदं प्राप्नोति इति. अनुदात्तञ्यत आत्मनेपदम् इति सूत्रेण. अनन्तरं स्वरितेत् भवति चेत् उभयपदं, स्वरितञ्यतः कर्तृभिप्राये क्रियापले इति सूत्रेण. अनन्तरम् उदात्तेत् अस्ति चेत् परस्मैपदं, शेषात् कर्तरि परस्मैपदम् इति सूत्रेण भवति इति वयं दृष्टवन्तः. पदव्यवस्था इति विषये यदा परिशीलितवन्तः तस्मिन् समये वयं दृष्टवन्तः. इदानीम् अवशिष्टस्वरेण इत्युक्ते अनुदात्तेत् नास्ति, अनुदात्तेत् कृतवन्तः वा स्वरितेत् वा उदात्तेत् वा, अनन्तरं यद् अवशिष्टस्वरः अस्ति तत् स्वरेण निर्णयः क्रियते अयं धातुः इट् वा अनिट् वा इति. वयं तस्य अवशिष्टस्वरेण वयं ज्ञातुं शक्नुमः. अवशिष्टस्वरः यदा अनुदात्तः चेत् धातुः अनिट्. अवशिष्टस्वरः उदात्तः वा स्वरितः वा अस्ति चेत् धातुः सेट्. सेट् इत्युक्ते इडानुकूलः अस्ति धातुः इति निश्चेतव्यम्. अनन्तरं वयं प्रत्ययस्य स्वभावः कीदृशः इति अपि अधीतवन्तः. तत्र वयं दृष्टवन्तः यदा धातुभ्यः विहितः प्रत्ययः तु द्विविधः, तिङ् वा कृत् वा इति. पुनः तयोः विभजनमपि भवति, तिङ् कृत् इत्यस्य अपि विभजनं भवति, सार्वधातुकः आर्धधातुकः च इति. अत्र वयं प्रथमम् इडागमविधायकसूत्रम् एकं दृष्टवन्तः. अमित्रा महोदय वदति वा, सूत्रः सूत्रार्थः, सूत्रं सूत्रार्थः. आं भगिनि, प्रथमसूत्रम् अस्ति आर्धधातुकस्य फलादेः अनुवृत्ति सूत्रमस्ति. अङ्गात् वलादेः आर्धधातुकस्य इत्युक्ते आर्धधातुकप्रत्ययस्य यदि प्रत्ययः प्रत्ययस्य आदौ वल् वर्णः अस्ति चेत् तत् सः प्रत्ययः इडानुकूलः इति. वल् प्रत्याहारे के के वर्णाः सन्ति? य वर्णः विना विना सर्वे यवर्ण विहाय सर्वाणि व्यञ्जनानि. उत्तमम्. वल्प्रत्याहारे अतः ईडागमः इति कस्य आदौ आगच्छति, धातोः आदौ वा प्रत्ययस्य आदौ वा? प्रत्ययस्य आदौ. एव आगच्छति. आम्, किमर्थम् इत्युक्ते आर्धधातुकस्य ईड् वलादेः इति सूत्रमस्ति. आर्धधातुकप्रत्ययस्य आदौ वल्प्रत्याहारस्य अन्यतमः वर्णः अस्ति चेत् इति वदति. अतः एव इट् आगमः प्रत्ययस्य आदौ आगच्छति. उत्तमं महोदय, धन्यवादः. श्रीवल्ली भगिनी वदति वा तस्य निषेधकसूत्रं किम् इति? नेट् वशीकृति इति सूत्रेण अतिं प्रत्ययः आर्धधातुकः अपि वलादिः अपि चेत् यः प्रत्ययः इडागम अनुकूलः कृत् प्रत्ययस्य आदौ वश् प्रत्याहारे, वश् प्रत्याहारे इति वकार रेफा आल् नेजन्स् अण्ड् क्लास् 3 and 4 संस्कृते प्रत्याहारे. संस्कृते वदतु पुनः. संख्या एव किल? संख्या पञ्चम. पञ्चमवर्गः चतुर्थवर्गः तृतीयवर्गः अपि प्रत्याहारे ये वर्णः अस्ति चेत् आदौ प्रत्ययस्य आदौ वश् प्रत्याहारे ये वर्णः अस्ति चेत् तस्य इडागमः न भवति. उत्तमम्. उत्तमं तदेव. परन्तु एतत्तु कृत् प्रत्ययस्य विषये एव, तदपि मनसि भवेत्. यद्यपि तत्तु निषेधकसूत्रमस्ति परन्तु कृत् प्रत्ययस्य विषये एव निषेधकः अस्तु. तिङ् प्रत्ययस्य विषये आर्धधातुकस्य इड् वलादेः इति सूत्रं, नेड् वशीकृति इति सूत्रं तु कृत् प्रत्ययस्य विषये. अस्तु, उत्तमम्. अनन्तरं तत्र एव वयं गतसप्ताहे स्थगितवन्तः. अस्तु, अद्य पठामः. विजया भगिनी अस्ति वा? अस्मि भगिनी. नमस्कारः. नमस्ते. अत्र अत्र नूतनप्रश्नः उदेति इति भागः अस्ति किल, नेड् वशीकृति इति सूत्रस्य अनन्तरं तद् अत्र नूतनप्रश्नः उदेति आर्धधातुकस्य इड्वलादेः इति, तद् भागात् पठतु भगिनि. प्राप्तं वा? नेड् वशीकृति इति सूत्रं प्राप्तं वा? तस्य अग्रिमपरिच्छेदम्. अग्रिमपरिच्छेदं यथा दुकुरुचि दुकृञ्चु धातुः, अयं धातुः एका च अपि अस्ति, एतदेव वा? न न न न, धातोः स्वभावः इत्यस्मात् पूर्वभागः. अस्तु, नास्ति चिन्ता, अहम् अन्ये किमपि. राजेन्द्रमहोदय प्राप्तं वा? आम् आम् भगिनि. आम्, पठतु महोदय कृपया. अस्तु, अत्र नूतन नूतनप्रश्नः उदेति. आद् धातुक् सेड् वलादेः इत्यनेन सर्वेभ्यः धातुभ्यः वलादि आर्धधातुक् प्रत्ययः विधीयते चेत् तस्य प्रत्ययस्य इडागमः भवति. किन्तु तथा सर्वेभ्यः धातुभ्यः प्रत्ययः इड अनुकूलः चेदपि चेदपि कुत्रचित् इडागमः न भवति. वृत्तान्ते तुमन् प्रत्ययः तुमन् आर्धधातुकः तिंक्षित् न वलादिः किन्तु किन्तु वशादि न. तत् तकारः आदौ अस्ति, स च तकारः वलि अस्ति किन्तु वशी न. तर्हि आर्धधातुक् सेड् वलादेः नेड् वशीकृति इति सूत्राभ्यां सर्वेभ्यः धातुभ्यः तुमन् प्रत्यये विहिते सति प्रत्ययादौ इडागमः भवेत् इतुम् इति रूपं यथा पठितुं लेखितुं चिन्तयितुं. किन्तु क्रीधातोः कर्तुं श्रुधातोः श्रोतुम् इत्यनयोः इडागमः नास्ति. किमर्थं धातुः अपि इड अनुकूलः न वा इति नेयम्. अस्तु अत्र नूतनप्रश्नः अस्ति यथा पूर्वम् आर्धधातुक् सेड् वलादेः अपि च नेड् वशीकृतिद्वयेन तत् सूत्रद्वयम् अस्माभिः परिशीलितम्. इदानीम् अत्र नूतनप्रश्नः उदेति. आर्धधातुक् सेड् वलादेः इत्यनेन सर्वेभ्यः धातुभ्यः यथा यथा प्रत्ययः तत् अस्ति आदौ वलाद् वल् प्रत्ययः अन्तर्भूतः कोऽपि वर्णः अस्ति तत् तस्य प्रत्ययस्य इडागमः तु भवति एव. किन्तु तथा सर्वेभ्यः धातुभ्यः प्रत्ययः इडानुकूलः चेदपि कुत्रचित् इडागमः न भवति. इदानीं किम् अस्ति यत्र सर्वेभ्यः धातुभ्यः यथा यः प्रत्ययः आगच्छति तत् ते सर्वे इडानुकूलाः चेदपि कुत्रचित् इडागमः न भवति. वृत्तान्ते तुमन् प्रत्ययः तुमन् प्रत्ययः तुमन् आर्धधातुकः अस्ति तिंक्षित् न वलादेः तकार तु वल् प्रत्याहारे अन्तर्भूतः अस्ति किन्तु वश् न अस्ति वशादि न. तकारः आदौ अस्ति, स च तकारः वलि अस्ति किन्तु वशि न. तर्हि आर्धधातुक् सेड् वलादेः नेड् वशीकृति इति सूत्रेभ्यां सर्वेभ्यः धातुभ्यां तुमन् प्रत्यये विहिते सति प्रत्ययादौ इडागमः भवति. यथा तुमन् प्रत्यय उदाहरणत्वेन स्वीकुर्मः तिंक्षित् नास्ति नास्ति तत् का अपि च तस्य आदौ वल् वल् प्रत्याहारे अन्तर्भूतः वर्णः अस्ति अपि च वश् प्रत्याहारे वश् वश् नास्ति तकारः वशि वश् प्रत्याहारे नास्ति. परन्तु तत्र केचन प्रत्ययादौ इडागमः भवेत् इतुम् इतुं यथा यथा तुमुन् तुमुन् प्रत्ययः अस्ति तत्र इतुं भवति इकारः आदौ आगच्छ इकारः आगच्छति इडागमः आदेशः भवति. तथा पठ् धातोः पठितुं लिख् धातोः लेखितुं चिन्तयितुं तादृशी तत्र इडागमः भवति एव. किन्तु क्री धातोः कर्तुं भवति श्रुधातोः श्रोतुं श्रोतुं भवति. तत् एतादृशी धातुः धातोः धातु यथा तुमुन् प्रत्ययः आगच्छति तत्र इडागमः न अस्ति. किमर्थम् एवं धातुः अपि इडा अनुकूलः न वा इति ज्ञेयं. यदि धातुः इडागमः अनुकूलः न अस्ति तत्र प्रत्ययः इडागमः अनुकूलः भवेत् अपि अपि तत्र इडागमः न भवति. धातुः अपि च प्रत्ययः इडागमः अनुकूलः भवेत् तथा तदेव इडागमः भवति. उत्तमं महोदय, धन्यवादः. स्पष्टः स्पष्टम् उक्तवान्. इदानीं प्राप्तवती वा विजया भगिनी? आम् पठतु भगिनी. इदानीमेव नास्ति. किमर्थं धातुः अपि इद अनुकूलः न वा? अनन्तरं धातोः स्वभावः इति भागः. धातोः स्वभावः एकः उपदेशे अज अनुना यः औपदेशिकधातुः एकाच अपि अनुदात्तः अपि अस्ति तस्मात् विदितस्य प्रत्ययस्य इदाहमः न भवति. उपदेशे यो धातुरेखा अनुदातस्य आर्धधातुकस्य एड् आर्धधातुकस्य इड् न. यस्मिन् धातौ एकः एव स्वरः वर्तते सः धातुः एका. उपदेशे नाम पाणिनेके धातुपाठे अयं धातुः अन्तर्भूतः. उपदेशे उपदेशितधातुः यथा पत लिक दुभजश् धातु आदिदे अतिदेशि अतिदेशिकधातुः आतिदेश आतिदेशिकधातुः यथा प्रेरणार्थक निचि पाठि लेखि पाचि एको च यस्मिन् सः एकाच् बहुव्यर्हि तस्मात् एकाचः. एकाचः पञ्चम्यन्तम् उपदेशे सप्तम्यन्तम् अनुदातात् पञ्चम्यन्तं त्रिपदमिदं सूत्रम्. ऋत इद् धातोः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः नेङ् वशीकृति सप्तमी अध्याये द्विपादे अष्टसूत्रेण इत्यस्मात् न इत् इति अनयोः अनुवृत्तिः अङ्गस्य षष्ठपादे षष्ठमाध्याये चतुर्पादे एकसूत्रम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम्. उपदेशे एकाचः अनुदातात् धातोः अङ्गात् न इट् वदतु भगिनि. एकाच उपदेशे अज अनुनात् इति सूत्रेण यः औपदेशिकधातुः एकाच अपि अनुदातः अपि अस्ति तस्मात् विहितस्य प्रत्ययस्य इडागमः न भवति. औपदेशिकधातुः इति लौकिकधातुः इति द्वे सन्ति द्वे स्तः तत्र औपदेशिकधातुः एकाचः अपि अनुदातः एकाचः वयं दृष्टवन्तः. एकाचः इत्युक्ते तत्र एकः एव स्वरः अस्ति. अनुदातः इत्युक्ते रेखा अधः अस्ति धातुः अनुदातः स्वरः इड् न भवति तत्र तस्मात् विकितस्य प्रत्ययस्य इदागमः न भवति इदागमः न भवति. उपदेशे यो उपदेशे यः धातु एकाच् अनुदातस्य तत् आर्धधातुकस्य इड् एव इदागमः तत्र आगच्छति. यस्मिन् धातु एकः आर्धधातुकस्य क्षम्यतां भगिनि आर्धधातुकस्य इड् न इड् न इदागमः इदागमः न भवति. यस्मिन् धातौ एकः एव स्वरः वर्तते सः धातुः एकात् उपदेशे नाम पाणिनेः धातुपाठे अयं धातुः अन्तर्भूतः. एतत् विषये वयं पाणिनी अष्टाध्यायी इति पुस्तके धातुपाठे एतत् धातुः विषये अन्तर्भूतः इत्युक्ते तत्र लिखितवन्तः. औपदेशिकधातुः यथा पट लिप सुपतिष् नातु आतिदेशिकधातुः तत्र बाधकसूत्रं नास्ति तत्र धातुस्य स्वभावकः एव तत्र आतिदेशिकधातुः यथा प्रेरणार्थः निच् पाठि तत् पटि इति पट इति धातुः पाठि इति निच् प्रत्यये, निच् इत्युक्ते तत्र प्रेरणार्थम् अस्ति, लिप इति लेखि, पचि पच् इत दुपचष् तत्र पाचि इति आगच्छति, पठति लेखति पचति इति धातु निच् रूपे पाठि लेखि पाचि इति आगच्छति. एका च पाचि, एका च अस्मिन् न अस्मिन् सह एका च बहुव्रीहि तत्र एका च यस्मिन् सह इति आगच्छति, अतः तत्र बहुव्रीहि यस्मिन् एतत् अस्ति एतत् बहुव्रीहि तस्मात् एकाचः, अतः एतत् एकाचः. एकाचः तत्र पञ्चम्यन्तं, पञ्चम्यन्तम् इत्युक्ते परकार्यं पूर्वं निमित्तम्, उपदेशे सप्तम्यन्तम् इति रूपम् रूपेण आगच्छति, तत् पूर्वं कार्यं परनिमित्तम्, अनुदातात् पञ्चम्यन्तं त्रिपदमितं सूत्रं तत्र ऋत इड् इद् ऋत इद् धातोः इत्यस्मात् धातोः इत्यस्य तत्र अनुवृत्तिः, अनुवृत्तिसूत्रमपि अस्ति. एतत् सूत्रं तत्र न एतत् एतत् सूत्रेण न समाप्तं समाप्तं कार्यम्, अतः अनुवृत्तिः अपि तत्र अस्ति. नेङ् उपदेशे एकाचक अनुदातात् धातोः अङ्गात् न इद् न इत् इति अनुदातकः अस्ति चेत् अणु अणितत्र इदाग्रमः प्रत्ययस्य एव भवति. एतत् सर्वं तत्र लिखितं. तत्र अनुवृत्तिसहितसूत्रम् एकवारं परिशीलयतु भगिनि. विभक्तिका तस्य अर्थः किम् इति. अनुवृत्ति उपदेशे अनुवृत्तिसहितसूत्रम् उपदेशे इत्युक्ते तत्र उपदेशे इत्युक्ते तत्र सप्तमी अङ्कम् एकाचः इति पञ्चम्यन्तम् अनुदातात् इति तत्र अपि पञ्चम्यन्तं धातोः इति षष्टिविभक्ति खलु भगिनि तत्र पञ्चमी पञ्चमी पञ्चमी अनन्तरम् अङ्गात् अपि पञ्चमी न इति अव्ययम् इति प्रथमविभक्ति एकवचनं प्रथमाविभक्ति उत्तमम्. अतः एकाचः अनुदातात् अङ्गात् इति विशेषणरूपेण आगच्छति. धातोः इति विशेष्यम् अस्ति. कीदृशधातोः इत्युक्ते एकाचः अनुदातात् अङ्गात् धातोः उपदेश अवस्थायाम् इति सप्तमी. उपदेश अवस्थायां न इट् इट् न भवति इति एतत् सूत्रं वदति. अनिट् विधायकसूत्रम् इति अपि वक्तुं शक्नुमः. इत्युक्ते यः धातुः औपदेशिकधातुः एकाचपि अनुदातः अपि अस्ति तस्य इडागमः न भवति इति एतत् सूत्रं वदति. अतः एतत् अनिट् विधायकसूत्रम् इति अपि वक्तुं शक्नुमः. इडागमनिषेधकसूत्रम् इति अपि वक्तुं शक्नुमः. द्वौ अपि साधु एव. भगिनी एकः प्रश्नः अस्ति, तत्र उपदेशे विशेषसप्तमी. आम् विषयसप्तमी. आम् उपदेश अवस्थायां विषयसप्तमी अवस्थायाम् एकाचः अनुदातात् धातोः अङ्गात् इति पञ्चमी. न इट् परः तत्परम् इट् न भवति इति अर्थम् अस्तु. रघुपतिमहोदय पठति वा? अत्र यद्यपि उपदेशे इत्यनेन मूलधातु इत्युक्तं, परन्तु एकाच् इत्यस्य कृते यदा स्वराणां गणनं भवति तदा अनुबन्धेषु ये स्वराः ते गणने न अन्तर्भूतः. यथा डुकृन् इति धातौ अकारः अपि स्तः, किन्तु अकारः अनुबन्धे अस्ति अतः तस्य गणनं न भवति. डुकृन् एका च अस्ति. अत्र एकाच् इति तस्य च दातवः के इति तस्य किञ्चित् अधिकं विवरणमस्ति. यदा उपदेशावस्थायां ये वर्णाः सन्ति ते अनुबन्धरूपेण भवन्ति, तेषां लोपः अनन्तरं लोपः भवति, तदा तेषां एका च इति नियमस्य तदा तस्य गणनं न करणीयम् इति दत्तमस्ति. यथा डुक्कुरुन् डु अस्ति, अत्र उकारः अस्ति परन्तु आदिनिटुडव इति सूत्रेण तस्य लोपः भवति, अतः तस्य गणनं न करणीयम्. उपदेश सारी अनुबन्धलोपानन्तरम् एव द्रष्टव्यं तत्र कोऽपि एका च अस्ति वा इति, न तु पूर्वम् इति दत्तमस्ति. उत्तमम् उत्तमम्. अवशिष्टस्वरः अनुबन्धरहितधातुः अवशिष्टस्वरः के इति द्रष्टव्यम्. अग्रिममपि पठतु महोदय. आम्, इडागमनिषेधकसूत्रम् इदम्. अनेन इडागमः तदा निषिध्यते यदा धातुः एका च अपि स्यात् अनुदात्तः अपि स्यात्. अनेन ज्ञायते यत् प्रथमम् अंशः अस्ति, अनेकाचः धातवः सर्वे सेटः भवति. अस्माकं परित्रेषु धातुषु आधिक्येन एकाचः धातवः एव सन्ति. सनन्तादिषु आतिदेशकधातुषु अनेका च धातवः बहवः, परन्तु ते उपदेशेन अन्तर्भूतः. उपदेशे केचन एव यथा दरिद्र धातुः अनेका च. द्वितीयमस्ति, ये धातवः एका च सन्ति तेषु ये उदात्तः स्वरितः सन्ति ते अपि सेटः, यथा अनुदात्तात् धातोः एव वलादि आददातुकप्रत्ययस्य इडागमः निषिद्ध. तर्हि अनुदात्ताः ये एकाचः दातवः सन्ति ते अनिटः, अन्ये अपि सर्वे सेटः भवन्ति. इडागमनिषेध यत्र कदा भवति, एकाच अपि स्यात् अनुदात्ता अपि स्यात् इत्युक्ते एकाच धातूनाम् इड् निषेध न, परन्तु एकाच अपि भवेत् अनुदात्त अपि भवेत् तदा एव निषेधकसूत्रं कार्यं, तदा एव धातुः अनिट् भवति. वयम् अनेकाच धातवः अतः एतत् सूत्रेण वयम् एतत् इन्फरेन्स् स्वीकरणीयम्. अनेकाच धातवः सर्वे सेट् भवन्ति. किमर्थम् इति चेत् एकाच एव तत्र निषेधमस्ति. अनेकाच धातवः सर्वे सेट् भवन्ति. अनेकाच धातवः अपि च उपदेशे एव उपदेशावस्थायाम् अस्ति चेत् एव एकाच धातूनां सेट् अनिट् भवति, अनुदात्त अपि स्यात्. वयम् अस्माकं परिचयस्य धातुषु आधिक्येन एकाच एव सन्ति, सनन्तादिषु अनेका च अस्ति, परन्तु ते उपदेशे उपदेशे न अन्तर्भूतः इति दत्तमस्ति. उपदेशे केचन दरिद्रा इति अनेका च. ओके, द्वितीयमस्ति ये दातवः एका च अस्ति, स्वरिता अस्ति, उदात्ता अस्ति चेत् सेट् भवति इति दत्तमस्ति. अतः ये दातवः कदा अनिट् भवति एका च स्यात् अपि अनुदात्ता अपि भवेत् तदा एव अनिट् भवति. अन्यस्थितौ स्टेट् भवति इति दत्तमस्ति. उत्तमं, निष्कर्षत्वेन इति दत्तमस्ति. निष्कर्षत्वेन, ओके, निष्कर्षत्वेन अनेन सूत्रेण अवगच्छेम यत् एका च धातुषु अनुदात्ताः अनिटः, उदात्ताः स्वरिताः च सेटः इति. अतः निष्कर्षं भवति एका च धातुषु अनुदात्ता अस्ति चेत् अनिटः, उदात्ता स्वरिता चेत् सेट भवति. एतदर्थमस्ति सर्वे अनेका च दातव अपि सेट् भवति इति निष्कर्षत्वेन वयं स्वीकर्तुं शक्नुमः. आम्, दरिद्रा इति विशेषधातुः सन्ति, तत्तु अनेकाच् अस्ति इति दत्तमस्ति. अनन्तरं सनन्तादिषु आतिदेशिकधातुषु इति युक्ते यदा वयम् उपदेश अवस्थायां पश्यामः चेत् औपदेशिकधातुः, तत्र सन् इति प्रत्ययः, सनन्तादिषु इति द्वादशप्रत्ययाः सन्ति, निच्चपि तस्मिन् अन्तर्गणः अस्ति. तत्र यदा वयं तद् योजयामः चेत् तत्र आतिदेशिकधातुः इत्युक्ते नूतनधातुः उत्पन्नाः भवन्ति. तत्र तत्र एतत् कार्यं न करोति एतत् सूत्रम्, एकाच् उपदेश अनुदात्तात् इति सूत्रेण अनिट् न भवति. पट् इति धातुः तत्र यदा वयं निच् इति योजयामः तत्र पाटी इति रूपं भवति. अनन्तरं तत्र तु इडानुकूलः भवति, इडागमः भवति तस्मिन् समये. अतः तत् तादृशमेव सनन्तधातुः, पिप्पटिषा, पातुमिच्छा, पिपासा इत्येव रूपम् आगच्छति किल सनन्तधातुः. वक्तुमिच्छा, विवक्षा, विवक्षा, आम् सम्यक्, उत्तमम्. भोक्तुमिच्छा, बुभुक्षा इति रूपम् आगच्छति, तद् सनन्तधातुः. तस्मिन् समये एतत् इडागमः तत्र भिन्न सूत्रेण आगच्छति इति वदति. तत्रापि केचन स्थले भवति, केचन स्थले न भवति, सूत्राणि सर्वं सन्ति. अस्तु, एतदेव एतद् वदति. एकाच् धातुषु एकाच् भवेत्, अनुदातः भवेत् चेत् अनिटः, उदात्तः वा स्वरितः वा अस्ति चेत् सेट् इति एव एतत् सूत्रं वदति. अस्तु भगिनि, अत्र एकः संशय, अत्र उपदेश अवस्थायाम् अनुदात्त अस्ति चेत् न इट् अस्ति. भवती उक्तवती यत् उपदेशिक न अस्ति, उपदेशिक अवस्थायां न सन्ति सनन्तदातु, तत्र एतत् सूत्रं नास्ति. इट् भवति वा एका चपि इड् भवति? आम्, इड् भवति तत्र. अत्र भिन्नसूत्रेण वा एतत् सूत्रेण वयं? न, एतत् सूत्रेण न, भिन्नसूत्रेण, भिन्नसूत्रेण. पट् धातुः निच् प्रत्ययः योजयामः चेत् रूपम् आगच्छति किल महोदय, पाठयति इति. तत्र मध्ये इडागमः भवति, अनन्तरमेव सन्धि भूत्वा यकारः आगच्छति. भिन्नसूत्रेण, एतत् सूत्रेण न. बहु इडागमविषये तत्र अस्माकं पुस्तकम् अस्ति किल अष्टाध्यायी सूत्रपाठः इति, तस्मिन् पुस्तके एकनिमिषम् अहं वदामि, सप्तम अध्यायः, सप्तम अध्यायस्य द्वितीयपादः, वन् टु वन्, एकविंशति अधिक एकशतं, तत्र इडागमप्रकरणम् इति अस्ति. सर्वे प्राप्तवन्तः वा? तत्र तत्र इडागमप्रकरणम् इति अस्ति. तत्र एतत् सूत्रं नेड् वशीकृति इति सूत्रात् आरभ्य सप्तम अध्यायस्य द्वितीयपादस्य पञ्चत्रिंशत् वा अन्तपर्यन्तम् इडागमः भवति. इडागम विधायकनिषेधकसूत्राणि सर्वम् अस्ति. आर्धधातुकस्य ईड् वलादेः, आर्धधातुकीय प्रत्ययस्य इडागमः अपि अस्ति. इत्युक्ते तत्र प्रायः पादपर्यन्तम् इति चिन्तयामि. ईदासः इति, एकनिमिषम् अहं वदामि. चतुर्त्रिंशत् सूत्रं पर्यन्तं भगिनि. आर्धधातुकस्य ईट् वलादेः अनन्तरमपि सूत्राणि सन्ति. एकनिमिषम्. किराश्च पञ्चभ्यः इति सूत्रपर्यन्तम् इडागमविषये अस्ति. कुत्र अस्ति तत् सूत्रं? पञ्चसप्ततिः. आं प्राप्तम्. आं पञ्चसप्ततिः. किरश्च पञ्चभ्यः इति सूत्रपर्यन्तम् इड् विधायक इड् निषेधक सर्वाणि सूत्राणि. अत्र वयं तु सूत्रत्रयम् एव दृष्टवन्तः किल, आर्धधातुकस्य इड् वलादेः, नीड् वशीकृति, अनन्तरम् एकाच् अनुदात्त उपदेश अनुदात्तात् इति सूत्रत्रयमेव वयं दृष्टवन्तः. परन्तु द्वितीयपादे सूत्रं किं पर्यन्तं? किरश्च पञ्चभ्यः पञ्चसप्ततिः, वन् टु त्रि पेज् नम्बर्, तस्मिन्नेव पादे भगिनि, सप्तम अध्यायस्य द्वितीयपादे इडागमप्रकरणं. आम् सर्वाणि सूत्राणि एव. आम् सर्वाणि सूत्राणि. सर्वाणि सूत्राणि एव. किरश्च पञ्चभ्यः पर्यन्तम् इडागमविधायकनिषेधकसूत्राणि. प्रायः इडागमविषये यदा वयं पूर्णतया पठामः तस्मिन् समये एतानि सर्वाणि सूत्राणि प्रायः पठिष्यामः. अस्तु, अग्रे सरामः वा? प्रिया भगिनी पठितुम् इच्छति वा? क्षम्यतां भगिनि, अहम् अद्य शृणोमि. ओ अस्तु, नास्ति चिन्ता. अस्तु, अमित्राव् महोदय. आर्धधातुकस्येड् वलादेः नेड् वशीकृति इति सूत्राभ्यां प्रत्ययस्य वर्णनं क्रियते. प्रत्ययः आर्धधातुकः अपि वलादिः अपि चेत् अयं प्रत्ययः इडागम अनुकूलः. कृत्प्रत्ययः वलादिः अवशादिः चेत् अयं प्रत्ययः इडागमानुकूलः. धातुः यः कोऽपि भवतु नाम प्रत्ययः इडागमानुकूलः. अस्ति चेत् इडागमस्य प्रसक्तिः अस्ति एव. तदा एका च उपदेशे अनुदात्तात् इति सूत्रं धातोः वर्णनं करोति. अनेन सूत्रेण बलाद्यार्धधातुकप्रत्ययनाम प्रत्ययान् अनुगुणम् इडागमस्य प्रसक्तिः चेद् अपि यत्र धातुः एकाच् अनुदात्तः तत्र इडागमो निषिद्ध्यते. वदतु महोदय. अर्धधातुकस्य इड् बलादेः नेड् वशीकृति ई सूत्रद्वयं प्रत्ययस्य विषये स्तः. तर्हि प्रत्ययः इडानुकूल अस्ति चेद् अपि यदि धातुः अनुकूल नास्ति चेत् इडागमः न भवति. धातु अपि सेट् भवेत् इति. एका च अनु उपदेशे अनुदात्ता इति सूत्रं धातुविषये अस्ति. धातुः एकाच् अस्ति, सः अच्वर्णः अनुदात्तः अस्ति. तर्हि तर्हि इडागमः निषिध्यते धातुः. अस्तु, यदा वलादिः आर्धधातुकप्रत्ययः अस्ति चेदपि धातुः एकाच् अनुदातः अस्ति चेत् इडागमः न भवति, तस्य निषेधं भवति. अनन्तरं तत्र तिङ् प्रत्ययः आर्धधातुकः इति अस्ति, तद्विषये किञ्चित् वदति वा महोदय? अग्रिमपरिच्छेदे तस्मिन् विषये अस्ति वा? पठतु अस्ति चेत् वयं. यथा डुक्री धातुः, अयं धातुः एकाच् अपि अस्ति, अनुदात्तः अपि अस्ति. तदा तुमुन् प्रत्ययः, तुमुन् अर्धधातुकप्रत्ययः. तिङ् अपि नास्ति, षित् अपि नास्ति, अतः अर्धधातुकप्रत्ययः. किञ्चित् सार्वधातुकम् आर्धधातुकं शेषः. वलादिः अवशादिः अपि अस्ति, अतः आर्धधातुकस्य इड् वलादेः इति सूत्रेण इडागमस्य प्राप्तिः अस्ति. किन्तु डुक्री एकाच् अनुदात्तः, अतः एकाच् उपदेशे अनुदात्तात् इति सूत्रम् इडागमं निषेधयति. तदर्थं कर्तुम् इति रूपं भवति, न तु तरितुम्. डुक्री धातु एकाच् अस्ति, अनुबन्ध लोपात् क्रु इति रूपं भवति, एकमेव अच् अस्ति ऋकारः, तत्तु अनुदात्ता अस्ति. तर्हि एकाच् उपदेशे अनुदात्तात् इत्यस्मात् सूत्रात् क्रु धातुः अनिट् भवति. तर्हि तुमुन् प्रत्यय विहिते, यद्यपि तुमुन् प्रत्ययः इडानुकूलः अस्ति, आर्धधातुकः अस्ति, वलादि अस्ति, वशादि नास्ति, तर्हि इडानुकूलः अस्ति. तथापि धातुः अनिट् अस्ति इत्यस्मात् इडागमः न भवति. रूपं भवति कर्तुं, न तु करितुम् इति. उत्तमम् उदाहरणं तदेव अस्ति महोदय. अत्र तिङ् प्रत्यय आर्धधातुकः कथम् इति अहं वदामि. अहं वदामि तिङ्क्षित् सार्वधातुकं तिङ्क्षित् सार्वधातुकम् एव सम्यक् एव तत्र अस्मिन् अस्माकं पुस्तके अष्टाध्यायी सूत्रपाठः इति पुस्तके द्वासप्ततिः क्षम्यतां तृतीय अध्यायस्य चतुर्थपादः द्विसप्ततिः क्षम्यताम् तत्र सूत्रसङ्ख्या अस्ति 113 प्राप्तं वा एकनिमिषं 113 सूत्रसङ्ख्या 113 पेज् नम्बर् 72 सार्वधातुकसंज्ञा यदा भवान् उक्तवान् तिंशित् सार्वधातुकम् इति सूत्रेण सार्वधातुकसंज्ञा प्राप्नोति तिङ्वा षित्वा अस्ति चेत् सार्वधातुकसंज्ञा तिङ् भिन्नः षित् भिन्नः इत्युक्ते आर्धधातुकसंज्ञा इति एव वयं पठितवन्तः आर्धधातुकं शेषः इति तत्र लिट् च इति एतत्तु तिंशित् सार्वधातुकम् इति सूत्रस्य अपवादः अपवादभूतसूत्रं लिट् च इति लिट् च इति सूत्रम् आर्धधातुकसंज्ञा प्राप्नोति तिङ् अस्ति लिट् तिङ् अस्ति तदानीमपि अपवादभूतत्वेन आर्धधातुकसंज्ञा प्राप्नोति तादृशमेव लिङ्गशीषि इति सूत्रम् आशीर्लिङ्ग् विषये आगच्छति तदपि लिङ्गशीषि अपि आर्धधातुकसंज्ञा एतत् सूत्रेण प्राप्नोति आशीर्लिङ्गि आगच्छति लिट् च लिङ्गशीषि इति सूत्रद्वयम् यद्यपि ते तिङ् अस्ति तदापि ते आर्धधातुकसंज्ञा प्राप्नोति एतेन सूत्रेण अस्तु अपवादः अस्ति एतत् तिंशित् सार्वधातुकम् इति सूत्रस्य अपवादः एतत् सूत्रद्वयम् अपवादः आं भगिनि सूत्रसङ्ख्या नाम किं जि किं भगिनि तृतीय अध्यायस्य चतुर्थपादस्य 113 114 115 116 अस्तु भगिनि धन्यवादः भगिनि अत्र केवलम् आर्धधातुक सार्वधातुक कदापि न भवति इड् न भवति वा सार्वधातुकस्य सामान्यतया इट् न भवति परन्तु केचन विशेषसूत्रेण भवति यदा अहम् उक्तवती अदादिगणे केचन धातुः सन्ति तस्य विशेषसूत्रमस्ति तेन तत्र इडागमः भवति साधारणतया सामान्यरूपेण न भवति आर्धधातुकस्य इड् वलादेः इति सूत्रेण कदापि न भवति सार्वधातुकस्य परन्तु तत्र विशेषसूत्र भिन्नसूत्राणि सन्ति तेन भव यदा अहं जानीमः अदादिगणे एव अहं दृष्टवती त्रयः वा त्रयः धातुत्रयं तत्र भवति इति अन्यत्र कुत्रापि इदानीं पर्यन्तं वयं न दृष्टवन्तः साधारणतया न भवति यत्र यत्र विशेषरूपेण आगच्छति तत्र पाणिनिः एव सूत्राणि रचितवान् विशेषरूपेण अत्र भवतु इति अस्तु एतत् स्पष्टम् इति मन्ये अग्रे सरामः विजया भगिनि उदाहरणम् अधुना एकवारं समग्रं चिन्तनं क्रियताम् निश्विदान् इति धातुः निश्विदाम् इति धातुः इयं धातुं दृष्ट्वा कीदृशी सूचना प्राप्तुं शक्यते अपि च कथं निरनुबन्धधातुः साध्येत निष्विदाम् अनुदात्तस्वरस्य आङ्कारस्य यित् संज्ञा, अतः धातुः अनुदातेत्, अनुदातेत् अतः अनुदात तिङ् आत्मनेपदम् इति अनेन धातुः आत्मनेपदी. अनन्तरं सोपानं विश्विदा आदिर् निषुदवः इति अनेन नि इत्यस्य इत् संज्ञा, तस्य लोपः इति अनेन लोपः च. तृतीय सोपाने इदा आङ्कारः आकारः अनुनासिकः, अतः उपदेशे अज अनुनासिकः इत् इति अनेन तस्य इत् संज्ञा, तस्य लोपः इति अनेन लोपः च. स्विद् चतुर्थसोपाने अवशिष्टे धातौ प्रथमवर्णः इकारः किल, न अत्र अस्माकं भ्रान्तिः न भवेत्. विन्यासः यथा भाति, किन्तु सा च केवलं लेखनस्य शैली. वस्तुतः आदिवर्णः शकारः, तर्हि धात्वादेः सः सा सः इति अनेन शकारस्य स्थाने सकारः सत्यात्. पञ्चमसोपाने स्विद् इति निरबन्धधातुः, निर अनुबन्धधातुः. स्विद् षष्ठसोपाने इति धातौ अवशिष्टस्वरः इकारः, स च इकारः उदात्तः, यतोहि मूलधातौ तस्मिन् इकारे किमपि चिह्नं नास्ति, चिह्नः नास्ति, चिह्नं नास्ति. अयं धातुः एकाच एकाच अपि अस्ति. एकाच उपदेश अज अनुनात् एकाचे उपदेशे अनुदातात् इत्यनेन इडागमस्य निषेधः नास्ति, अतः अयं धातुः चेत् अवधेयम्. अयं धातुः उदात्तः, किन्तु उदात्तेत् न, तत्र भेदः अवगन्तव्यः. निश्विदा इति धातुः उदात्तः, परन्तु अनुदातेत्, उदात्तः इति कारणेन धातुः चेत्, अनुदातेत् इति कारणेन धातुः आत्मनेपदी. वदतु भगिनी, किम् अवगतम् इति, एतत् अवधेयम् इति भागेन. तत्र एतत् एकाच धातुः पूर्वमेव वयं दृष्टवन्तः, एकः एव स्वरः अस्ति एकाचे इति, एकाच इति. प्रथमसोपाने इति अकारस्य अनुस्वारः उपरि अस्ति, अधः अपि रेखा अस्ति. अनुदात्तस्य अकारस् इति संज्ञा भवति. उपदेशे अज अनुनासिक इति सूत्रेण अकारः तत्र गच्छति. अनुदातेत् अतः अनुदात्त तिङ् आत्मनेपदम् इत्यनेन धातुः आत्मनेपदी तत्र. स्विदा आदिर् निटुड्व इति सूत्रेण तत्र प्रथमवर्णः इति संज्ञा भवति, तस्य लोपः अपि इत्यनेन लोपः भवति तत्र. स्विदा अत्र अनुदातः स्वरः अधः आगच्छति, अकारः अनुनासिकः, अतः उपदेश अजीव अनुनासिक इत् इत्यनेन तस्य अपि इत् संज्ञा भवति, तस्य लोपः अपि सूत्रमपि तत्र प्रयोगं कुर्मः. स्विद् एव तत्र तिष्ठति. चतुर्थसोपाने अवशिष्टधातौ प्रथमवर्णः इकारः, इकारः एव तत्र अस्ति. न अत्र अस्माकं भ्रान्तिः न भवेत्, किमर्थं चेत् तत्र लेखनस्य शैली एव तत्र. वस्तुतः आदिवर्णः शकार एव, इकारस्य कार्यं न भवति तत्र, केवलं लेखनस्य शैली एव. वस्तुतः आदिवर्णः शकारः, पूर्वमेव वयं दृष्टवन्तः धात्वेदिः शः इति स्थाने स इति आगच्छति इति. मूर्धन्य शकारस्य स्थाने सकारः आगच्छति इति वयं पूर्वमेव दृष्टवन्तः, अतः शकारस्य स्थाने सकारः एव आगच्छति. स्विद् इति धातुः तत्र निर अनुबन्धधातुः, निर अनुबन्धधातुः इत्युक्ते किं भवति तत्र अनुबन्ध अनुबन्धरहितधातुः निरनुबन्ध इत्युक्ते अनुबन्धरहित धातु अनुबन्ध निष्कासानन्तरं यत् भवति निर् अनुबन्धः इति धातौ अवशिष्टस्वरः तत्र इकारः इकारः उदात्तः उदात्तः इत्युक्ते तत्र किमपि रेखा नास्ति उपरि अपि अधः उदात्तः यतोहि मूलधातौ तस्मिन् इकारे किमपि चिह्नं नास्ति तत्र उपदेशे अग्रे अनुनास्ति इति सूत्रेण एतत् सर्वं गच्छति एव अयं धातुः एकाच अपि अस्ति किमर्थं चेत् एतत् एव तत्र स्वरः तिष्ठति एकाच एकाच उपदेशे अग्रे अनुनात अनुदातात् इत्यनेन इडागमस्य निषेधः तत्र नास्ति अतः अयं धातुः स्टेट् सेट् इत्युक्ते इडागमः भवति वा न वा इडागमः भवति एव भवति एव अवगतं किल आं भगिनि अत्र अवधेयम् अवधेयम् इत्युक्ते तत्र अवगमनं किम् इति चेत् तत्र अयं धातुः उदात्तः किन्तु अनु उदात्तेत् न इत्युक्ते तत्र उदात्तेः न तत् भेदः अवगन्तव्यः निष्विदा इति धातुः उदात्तः उदात्तः इत्युक्ते तत्र एतत् सर्वं गच्छति एव स्विद् एव तिष्ठति तत्र अधः उपरि एतत् रेखा नास्ति तत्र परन्तु अनुदातेत् अनुदातेत् उदात्तः इति कारणेन धातुः एतत् धातुः चेत् एव उदात्तः किमर्थं तत्र रेखा किमपि नास्ति तत्र अनुदात्त इति कारणेन धातुः आत्मनेपदी इति अवगच्छति उदात्तः एव तत्र भवितुम् अर्हति खलु भगिनि आम् अन्ते उदात्तः भवति प्रथमस्तरे अनुदातस्य इत्संज्ञा भवति चेत् अनुदातेत् इति भवति तत्र वयं पदव्यवस्था जानीमः आत्मनेपदी इति वयं प्रथमं तद् भवति अनन्तरम् उदात्तः परन्तु उदात्तेत् नास्ति इत्युक्ते इत्संज्ञा नास्ति उदात्तः एव अतः वयं जानीमः सेट् इति एतदेव एषः एव क्रमः कथं निर्णयं कर्तुं शक्नुमः प्रथमं पदव्यवस्था अनन्तरम् इड्व्यवस्था अवशिष्टस्वरेण इड्व्यवस्था एकः अत्र अनुदात्ते उदात्तेत् इति दत्तमस्ति किन्तु उदात्तेत् न इति तस्य कोऽपि विशेषार्थ अस्ति वा यदा अयं धातुः उदात्तः उदात्तः परन्तु उदात्तेत् न मम प्रश्नः अस्ति उदात्तेत् वयं दृष्टवन्तः अनुदात्तेत् अस्ति चेत् अथवा स्वरित इति अस्ति चेत् तस्य उभयपदी वा आत्मनेपदी वा इति भवति किन्तु उदात्त इत् अस्य कोऽपि विशेष कार्यम् परस्मैपदी भवति किल शेषात् कर्तरि परस्मैपदम् शेषात् कर्तरि ओके उदात्तः अनुदात्तः नास्ति स्वरितः नास्ति चेत् उदात्तः उदात्तेत् अस्ति चेत् परस्मैपदं भवति किल उदात्त अस्ति अस्ति चेदपि भवति न उदात्त ओके उदात्त इत् उदात्तेत् उदात्तस्वरः इत्संज्ञा भवति चेत् उदात्तेत् तत्र किमपि स्वर तत्तु उदात्तः एव यदा अत्र वयं दृष्टवन्तः स्विद् इत्यत्र अनुनासिकचिह्नं किमपि नास्ति स्विद् इत्येव अस्ति परन्तु वयं जानीमः सकार वकार इकारः अस्ति इकारः तु स्वरः इकारस्वरः उदात्तः अस्ति परन्तु उदात्तेत् नास्ति, अतः वयं वक्तुं शक्नुमः तत्तु सेट् इति. अतः उदात्त अपि चेदपि अथवा उदात्त इत् अपि चेदपि परस्मैपदी भवति इति अर्थं? न न न न न, उदात्त इत् भवति चेद् एव परस्मैपदी. उदात् केवलम् उदात्तः अस्ति चेत् पदव्यवस्था वयं ज्ञातुं न शक्नुमः. पदव्यवस्था इत् संज्ञकस्वरवर्णेन एव ज्ञातुं शक्नुमः. अत्र भूधातु अस्ति, तत्र भूधातु तत्र कुमेपि उदात्त इत् नास्ति न? नास्ति न, परन्तु शेषात् कर्तरि परस्मैपदम् इत्यत्र उदात्त उदात्तेत् भवतु वा ङित् न ङित् न इति नियमः बहवः सन्ति किल. तत्र एकः नियमः पूरयति चेत् शेषात् कर्तरि परस्मैपदम्. अवगतं वा? यदा आत्मनेपदसंज्ञकविषये अनुदात्तेत्वा ङित् वा भवेत् चेत् आत्मनेपदम् इति उक्तवन्तः किल. उभयपदी चेत् स्वरित ङितः, स्वरितेत्वा ङितः अस्ति चेत् उभयपदम् इति उक्तवन्तः. एतत् सर्वं नास्ति चेत् शेषात् कर्तरि परस्मैपदम्. इदानीम् उदात्तः वा अनुदात्तः वा स्वरितः वा नास्ति, ङित्वा ङित्वा अपि नास्ति, अतः भू इति परस्मैपदी परस्मैपदी धातुः. कण्डीशन्स् बहवः सन्ति किल, एकः कण्डीशन् एव इति न. भगिनी एकः संशयः अस्ति अत्र, यथा अत्र उपरि निष्विधा यत्र प्रथमं बिन्दुः यः अस्ति अनुदात् स्वरस्य आकारस्य इति संज्ञा तत्र तत् लिखितमस्ति अनुदात्तेत्, अतः अनुदात् नित् आत्मनेपदं धातु आत्मनेपदम् अस्ति इदानीम्. परन्तु अन्ततो गत्वा तत् तत् सेट् भवति तथा तत् आत्मनिपदं न अस्ति. यदा मम चिन्तनम् आसीत् अनु आत्मनिपदस्य दातु तत्र इडागमः न भवति. न न न, तादृशं नास्ति महोदय. पदव्यवस्था भिन्नम्, इड्व्यवस्था भिन्नं. पदं यदा पदं स्वीकुर्मः प्रथमं पदव्यवस्था अनुदातेत् अस्ति, अतः अनुदातञ्ञित आत्मनेपदम् इति सूत्रेण आत्मनेपदम् इति तस्य पदं जातं. पदम् इदानीम् आत्मनेपदम् इति धातुः आत्मनेपदि धातुः इति जातम्. अनन्तरम् अवशिष्टस्वरः यद् अवशिष्टं स्विधा स्विद् इत्यस्य इकारः अवशिष्टस्वरः अस्ति किल, तत्र वयं तत्र चिह्नं किमपि नास्ति, अतः उदात्तः इति वदामः. उदात्तः अस्ति अतः एकाच् उपदेशे अनुदात्तात् इति इडागमः निषेधः. तत्र एकाच् अस्ति परन्तु अनुदात्तः नास्ति, उदात्तः अस्ति अतः सेट्. आत्मनेपदि वा परस्मैपदि वा तत्र पदव्यवस्था भिन्नम्, इड्व्यवस्था भिन्नं महोदय. तत्र अग्रे अभ्यासः अस्ति, तस्मिन् समये प्रायः स्पष्टं भवति. तथा भवती वदति तत्र निरनुबन्धात् अनन्तरं यत् अनुबन्ध निवारणम् अनन्तरं तत्र यत् अवशिष्यते तत् पश्यामः. अनुदात् अस्ति वा उदात् अस्ति वा तत् का अस्ति? आम्, धातोः स्वभावः अनन्तरमेव. प्रथमम् आत्मनेपदि वा परस्मैपदि वा उभयपदि वा इति प्रथमम्, अनन्तरं सर्वे निरनुबन्धरूपं स्वीकृत्य तत्र अवशिष्टस्वरः कीदृशः इति अनन्तरं तत्र एव वयं सेट् वा निट् वा इति वयं ज्ञातुं शक्नुमः. तत्तु अन्तिमबिन्दुः. धन्यवादः रघुपतिमहोदय. स्पष्टं वा? आम् महोदय. यदा अभ्यासः कुर्मः तदा स्पष्टं भवति. मम प्रश्नः अस्ति चेत् मम प्रश्नः आसीत् केवलं यदि अस्माकं स्मरणे अनुदात्त इत् अथवा स्वरित इत् अस्ति चेत् किम् आत्मनेपदी अथवा उभयपदी बाकि सर्वे अपरस्मैपदी इति अपरस्मैपदी, अतः केवलम् एते द्वे एव स्मरणे भवतु, अन्यत् अनुदात्तयित् अथवा उदात्तयित् तस्य कोऽपि विशेषप्रयोजनं नास्ति इति. प्रयोजनं तु इदानीं स्वरव्यवस्था नास्ति अतः प्रयोजनं नास्ति इति वक्तुं शक्नुमः, परन्तु यदा अस्माकं पुस्तकं सर्वम् अस्ति किल धातुगणपुस्तकं, तत्र इदानीं तत्र एव उपरि गणः सेट् वा निट् वा उभयपदि वा सर्वं तत्र एव वयं प्राप्तुं शक्नुमः, परन्तु एतद् अभ्यासेन क्रमेण गच्छामः किल, अतः पाठस्य एकः बिन्दुः एतदपि. अस्तु, राजेन्द्रमहोदय. आम् आं भगिनि, अवधेयं तथा भगिनि, अग्रिमम् अग्रे गत्वा अग्रे अग्रिमपङ्क्तिः एव अवधेयम् अग्रिमपङ्क्तिः. आमाम् भगिनि, आं प्राप्तम्. अग्रे गत्वा अस्य स्विद् धातोः प्रयोगं कृत्वा यत्किमपि रूपम् अपेक्षितं, तिङन्तं स्यात् वा कृदन्तं स्यात्, प्रक्रियायां स्विद् इत्यस्य प्रयोगः करणीयः. स्विद् इति निरनुबन्ध धातुः प्रक्रियार्थं सिद्धः. अस्तु, इदानीं तु अस्य निष्विधां यः धातुः आसीत् उपदेश अवस्थायां, तत्र अनुबन्ध रहितधातु यः इदानीं निष्पद्यते तत्र तत् स्विद् आगच्छति. स्विद् धातु एव तत् तस्य अतः प्रयोगं कुर्मः अग्रे गत्वा. यथा स्विद् एव लौकिक धातुः अस्ति, लौकिकधातुरूपम् अस्ति, तिङन्त प्रयोगः भवेत् अथवा कृदन्तः स्यात्, प्रक्रिया स्विद् लौकिकधातु स्वीकृत्य तस्य प्रयोगः करणीयः. अत्र स्विद् इति निर्बन्ध धातुः प्रक्रियार्थं सिद्धः. अग्रिममपि पठतु महोदय. धातूनां प्रवृत्तिः. अजन्तधातवः आधिक्येन अनिटः, किन्तु तत्र सर्वे उकारान्तः ऋकारान्तः च सेट्. हलन्तधातवः आधिक्येन सेटः, हलन्धातुषु त्र्यधिक एकशतं धातवः अनिटः. अस्तु, अजन्तधातवः आधिक्येन अनिटः, तत् अपि च तत् इडागमः न भवति, किन्तु सर्वे उकारान्तः ऋकारान्तः धातवः सेट् सन्ति. हलन्तधातवः आधिक्येन सेट् सन्ति, परन्तु तस्मिन् त्र्यधिक एकशतं धातवः हलन् धातवः अनिट् भवन्ति, अनिट् सन्ति. अभ्यासः केवलं दीर्घ उकार एव सेट् अस्ति. आमामां, दीर्घ उकारः ऋकारः एतत्तु श्लोकरूपेण सिद्धान्तकौमुद्यां वा काशिकायां दीर्घकारः एव वा अत्र न दृश्यते. अस्तु, ऋकारः अस्तु, दीर्घकारः अस्ति चेत् अस्तु एतत् एषः श्लोकरूपेण दत्तमस्ति सिद्धान्तकौमुद्यां काशिकायाम् इति. अनिटः दातवः, हलन्तदातवः आधिक्येन सेटः इति प्रायः पूर्वस्मिन् काले तस्य कण्ठस्थीकरणं कृतवन्तः इति मन्ये. तत्र एव सर्वे, किमर्थम् इत्युक्ते इदानीं तत्र स्वरचिह्नानि नास्ति किल, अतः प्रायः तत्र श्लोकरूपेण दत्तम् अस्ति. ये द्रष्टुमिच्छन्ति द्रष्टुं शक्नुमः, अन्तर्जाले सर्वं प्राप्तम्. अस्तु महोदय, राजेन्द्रमहोदय अभ्यासः इति भागः अपि पठतु महोदय. अस्तु भगिनि, अभ्यासः भगिनी. एतत् विषयं लघु सिद्धान्ते कौमुदी मध्ये अस्ति वा? सर्वे काशिकायाम् इति दृष्टवती, सिद्धान्तकौमुद्यामपि अस्ति इति प्रायः तस्मिन् पुस्तके अपि प्रायः भवेत् भगिनि. कौमुद्याम् इत्येव दत्तमस्ति अत्र, प्रायः भवेत् भगिनि, न जानामि, दृष्ट्वा वदामि. अस्तु महोदय. आम् आम् अभ्यासः. आम् अत्र केचन भवादिगणीयाः धातवः सूचिताः. प्रत्येकं धातुः सेट् अनिट् वा इति निर्णेतव्यम्. आत्मनेपदी, उभयपदी, परस्मैपदी वा इति वक्तव्यं. तदा लौकिकधातुः कः, लट्लकारे रूपं किम् इति सूचनीयम्. अन्ते सेट् अनिट् दृष्ट्वा त्रिजन्तस्य किं रूपं स्यात् इति अनुमानं क्रियताम्. त्रिच् नाम इडाग्मेः, इडाग्मेत् यथा स्पर्धिता, दिता, भविता, इडाभावे च यथा कर्ता, वक्ता. बहु किम् अत्र करणीयं? प्रथमधातुः करोति वा महोदय? गतौ इङ् सेट् परस्मैपदि इङ्गति, इङ्गति. त्रिचि इङ्गिता. अत्र तु अनुस्वरः अस्ति, उपदेशे अनुनासिक अनुस्वरः अस्ति अत्र, परन्तु कोऽपि रेखा अनुदात् अथवा स्वरित तादृश तथा नास्ति. इति कारणात् तत् उदात्तः अस्ति, तत् कारणात् तस्य परस्मैपदि धातु भवति. अत्र त्रिच् इति प्रत्ययः बलि अस्ति वा? अत्र इङ्गे अत्र यथा यथा इकारः इति भवति, तत्कारणात् अत्र इदितो नुम् आगम इदितो धातो किं किं श्रुतम् इदितो नुम् धातोः, इदितो नुम् धातोः. आम् आम् क्षम् धन्यवादः. इदितोनुम् धातोः तत्र नकारः आगच्छति, परन्तु तत्र अनुस्वरश्च पदान्तस्य जलि तत् नकारस्य स्वर अनुस्वरः भवति. तत् अनन्तरं गकारः, कवर्गी गकारः तत्र अस्ति, तत्कारणात् अनुस्वरस्य यै परस्वर्णः इङ् इङ् इति निष्पद्यते. तत्र लकारे इङ्गति इति प्रत्यय योजित्वा इङ्गति तत्र वा इङ्ग् सेट् परस्मैपदि कवर्गस्य पञ्चमवर्ण न तु नकारः. लौकिकरूपम् इङ्ग् प्रथमं नकारः एव आगच्छति, अनन्तरमेव इङ्ग् इति भवति. प्रथमं दन्त्यनकारः एव आगच्छति इदितोनुम् धातोः इति सूत्रेण, अनन्तरमेव एतद् रूपम् आगच्छति. नश्चापदान्तस्य जलि अपि च पर्श्वः तत् कवर्गीयनकारः आगच्छति. इङ्गति इङ्गति ऋच् इति प्रत्ययः. आम् ऋकारान्तः. आम् तृ एव अवशिष्यते तत्र. इङ्गिता कर्तृ इति आगच्छति किल, कर्ता, कर्तारौ, कर्तारः, तादृशमेव रूपं सर्वत्र आगच्छति. तत्तु आम् वल् प्रत्याहारे त्रिच् अस्ति, अवशी अस्ति, इडानुकूलः अस्ति, अतः एव त्रिच् इति प्रत्ययः. कृत् प्रत्ययः त्रिच् इति. नेता इति रूपमस्ति किल, नयति इति नेता इति, तदपि त्रिच् प्रत्ययः. अस्तु ऋकारान्तः. आम् धन्यवादः महोदय. अमित्रा महोदय, श्रीवल्ली भगिनी कृत न कृतवती किल, श्रीवल्ली भगिनी भवती करोतु भगिनि। आं भगिनि, रुड् कति देशमेव रुङ्ग् रुङ्ग् सारि या या या रुङ्ग् गतिदेशनयोः धातुः अनुदात्ता अस्ति परन्तु अनुदात्तेत् नास्ति। यदि परस्मैपदी धातुः रुङ्ग् किमर्थम् आत्मनेपदी धातुः ये सेत् भवति एका किम् अस्ति निष्कासानन्तरं अनुबन्धनिष्कासानन्तरं रु इति अवशिष्यते। उत्तमम्। उकारः अस्ति चेत् एकाच्। उत्तमं। तत्र चिह्नम् अस्ति वा? चिह्नं नास्ति। चिह्नम् अस्ति किल अधोभागे? ये पत्रे नास्ति इत्यस्य अधोभागे चिह्नम् अस्ति। प्रिण्ट् मध्ये न आगच्छति वा? ओ अस्तु, इद् अस्ति अस्ति ओके अतः अनुदात्त अनुदातः अस्ति अतः इडागमः भवति वा न भवति वा? एका च उपदेशात् इति न भवति। उत्तमम्, अनिट् अस्ति। उत्तमम्। इदानीं रूपाणि वदतु भगिनि। अनुदात्त नित भवति अनिट्। उत्तमम्। इदानीं रूपाणि वदतु। रु इति धातु अनुबन्धलोपानन्तरम् इति उक्तवती, आत्मनेपदे आत्मनेपदरूपं किं भवति? आत्मनेपदे रवते गुणः भवति वा इति रूपं भवति। लग्लकार गुणः गुणः भवति वा? गुणः भवति उकारस्य केन सूत्रेण? गुणः फैनल् रु इत्यस्य गुणः वदतु। सार्वधातुक आर्धधातुकयोः सार्वधातुकार्धतकयोः गुणः भवति। उत्तमम्। उत्तमम्। इदानीं तृच् इति प्रत्ययः योजयित्वा वदतु भगिनि। रवि अनिट् रो भवति। रो भवति। आम्, आर्धधातुकप्रत्ययस्य अपि गुणः भवति किल, अतः रो भवति। रो योगः तृ। रो योगः तृ। उत्तमम्। उत्तमं भगिनि। अस्तु अमित्रा महोदय, रो अनन्तरं विकर्णप्रत्ययः शप् इति आगच्छति, आ एव तिष्ठति। अनन्तरम् औपदेशिकधातुः इति ओ आ इत्युक्ते तत्र औ इति यान्तवातदेशसंस्थितिः यचो एव यावः इति सूत्रेण रवते इति। आम् आम् आं भगिनि, सम्यक्, उत्तमं, तादृशमेव क्रमः। उत्तमम्। अस्तु अमित्रा महोदय। आं भगिनि, अग्रिमधातुः अस्ति निद्रु इति औपदेशिकरूपः. तत्र ऋकार अनुनासिक अस्ति अत्र, अतः उपदेशयाज् अनुनासिक इत्यनेन इत्थ्या तस्य लोपे लोपः णिद् भवति. अनन्तरं णोनः इति सूत्रेण नकारस्य नकारः भवति णिद् इति रूपम्. कीदृशस्वरः महोदय? स्वरः उपरि चिह्नम् अस्ति अतः स्वरित अस्ति. स्वरितङीत स्वरितरपि प्राये फले चिह्नेन उभयपदि भवति धातु. तर्हि लटि रूपद्वयं परस्मैपदी रूपम् अस्ति निद्योग शप्योग ति. पुगन्तलघुपदस्य इत्यनेन इकारस्य गुणः भवति नेद् योग अयोग ति नेदति इति परस्मैपदीरूपं. तदेव नेदते इति आत्मनेपदीरूपम्. अनन्तरं कृत् सारी कृच् प्रत्यय आगत्य निद्योग आर्धधातुक अस्ति अतः सार्वधातुक आर्धधातुकयोः इत्यनेन गुणकार्य भवति नेद् योग एकाचः अस्ति वा? एकाचः अस्ति वा? एकाच अस्ति एकाच अस्ति अनुदातात् अनुदाते अनुदात नास्ति अतः सेट् अस्ति. उत्तमं सेट् अस्ति. अनन्तरं तृच् अपि इडानुकूलः अस्ति यतोहि आर्धधातुकम् अस्ति. वलि अस्ति वा? वलि अस्ति वशी नास्ति तर्हि इडानुकूलः अस्ति. तर्हि इडागमः भवति निधि इति निधि योग त्रु निधितृ निधिता निधितारौ निधितारः. गुणः किमर्थं न भवति? क्षम्यतां गुणः अपि भवति नेद् नेदिता नेदितारौ नेदितारः. उत्तमं नेदिता नेदितृ इति आं प्रातः. उत्तमं रघुपतिमहोदय. आं महोदय. ईशा गतिसन्धि गतिहिंसादर्शनेषु ईश अस्ति. अत्र प्रथमं अनुनासिक अकारस्य इत्संज्ञा भवति उपदेश अनुनासिक इत् अतः ईश एव अवशिष्यते. एतत् अनुदात्तनित् अस्ति अतः उभयपदि अस्ति सूत्रे. अनुदात्तेत् इत्युक्ते अनुदात्ते इत्युक्ते अनुदात्त अकार अस्ति अतः इत् भवति अनुदात्त. तत् सम्यक् महोदय. अनुदातः अनुदातङितः आत्मनेपदं किल? आत्मनेपदी आत्मनेपदी उत्तमम् आत्मनेपदी अस्ति. सारी आत्मनेपदी अस्ति ईश् एव अवशिष्यते. इदानीं ईश् योग शप् योग ते अत्र ईश् अस्ति उपादायाम् इक अस्ति अतः तस्य गुणः भवति पुगन्तलघुपदस्य च इति सूत्रेण ये भवति वा एष भवति वा चिन्तयतु महोदय. सोरि अत्र दीर्घ अस्ति ह्रस्व एव पुगन्तलघुपति ह्रस्व एव अतः क्षम्यताम् नास्ति चिन्ता. ईश ईशते ईशते इति भवति. उत्तमम् उत्तमम्. अनन्तरं ईश अस्ति एतत् इट् योग्य अस्ति वा इति वयं द्रष्टव्यम् अस्माभिः द्रष्टव्यम् अत्र अनुदात्त अनुदात्त अस्ति अनुदात्त अनुदात्त नास्ति ईश एव अतः इट् योग्य अस्ति ईटियोगे अस्ति उदात्त एव अस्ति अतः ईश् ईश् योग ईश् योग अत्र अत्र उपादायस्य दीर्घ दीर्घ अस्ति अतः गुणः न भवति. ईश ईशत्र ईश् ईशता ईश् ईश् ईशता ईशत्र ईशित्र ईश् योगः ई योगः तृ ईशित्र ईशिता सोरि ईडागम भवति अत्र ईडागम भवति ओके ईशिता भवति ईशित्र ईशिता ईशितारौ ईशितारः इति अवगतं किल. अवगतं भगिनि अवगतं विस्मृतवान् अत्र ईडागमस्य इकारस्य नास्ति चिन्ता परन्तु विषयः अवगतं चेत् नास्ति. विजया भगिनी. आं भगिनि तत्र वः वा इति स्वरः अस्ति तत्र अधः रेफा अस्ति हा इति उपरि अनुनासिकचिह्नमपि अस्ति प्रापणे इति वहं प्राप्नु वः तत्र अद सम्यक् न श्रूयते भगिनि. किञ्चित् उच्चैः वदतु भगिनि. उपदेशे अज अनुनासिकः इति तत्र अकारस्य लोपः भवति स्वरित तत्र स्वरितः चिह्नमपि अस्ति अत्र अतः उभयपदं तत्र वह् इति आगच्छति अनन्तरं अधः वकारस्य वकारवर्णः अधः रेखा अस्ति अतः अनुजातः एकाचः एकाच एकाच उपदे इति अस्ति तत्र अनीत् तत्र तत्र वहति इति वह् धातोः शप् इति पदेन आकारः तिष्ठति अनन्तरं किञ् इति नी एव तत्र वहति इति आगच्छति उभयपदी तत्र वहति वहति अपि तृच् योजनेन चकारस्य तृच् इति मध्ये चकारस्य लोपः भवति तस्य लोपः इति त्रि एव तिष्ठति वह् इडागमः भवति वा न वा तत्र एतत् अनीत अस्ति खलु अतः इडागमः अस्ति. उत्तमम् इडागमः न भवति. रूपं जानाति वा भगिनि रूपं जानाति वा वक् वक् वहति वहति वहते इति उभयपदमस्ति तत्र वक् योगः तृच् तत्र तत्र ओड्रु इति आगच्छति सम्यक् ओड्रु इति किञ्चित् विशेषसूत्राणि सन्ति तेन ओडा ओड्री ड्री ओड्री इति स्त्रीलिङ्गे ओडा इति पुल्लिङ्गे भवति. बाहं वोडुम् इच्छामि इति वदति वोडुम् इति तुमुन् प्रत्ययः तदेव वोड् वहति धातोः ओडुम् इति केचन विशेषसूत्राणि सन्ति तेन एव रूपं तादृशम् आगच्छति. वहति इत्युक्ते वायु वहति तदा आम् आम् आम् आम् भारं वहामि तदपि प्रवहति आम् तदपि सम्यक् एव सम्यक् उत्तमम् एकः एव नववादन आम् सम्यक् भगिनि तावदेव अद्य नववादनम् अभवत्. अवशिष्टधातुः गृहपाठरूपेण करोतु. अग्रिमसप्ताहे एतद् परिसमाप्य वयम् अग्रे सरामः. सार्वधातुक आर्धधातुकलकाराः इति अग्रिमपाठः अस्ति, तस्मिन् प्रति गच्छामः. अस्तु, धन्यवादः भगिनि. धन्यवादः. अहं प्रेषयामि भगिनि करपत्रम्. अग्रिमपाठस्य प्रिण्ट् औट् यदि भवती इच्छति चेत् नयतु. तदेव सार्वधातुकलकारः आर्धधातुकलकारः तदेव अग्रिमपाठः. लकारः एव धन्यवादः. धन्यवादः. शुभरात्रिः.